हेतोरादिफलं येषामादिर्हेतुःफलस्य च तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा। कथं तैः विरुद्धम् अभ्युपगम्यते इति उच्यते। हेतुजन्यादेव फलात् हेतोः जन्म अभ्युपगच्छतां तेषाम् ईदृशो विरोधः उक्तो भवति यथा पुत्राज्जन्म पितुः। संभवे हेतुफलयोः येषितव्यः क्रमस्त्वया युगपत्संभवे यस्मात्सम्बन्धो विषाणवतो। यथोक्तो विरोधो न युक्तः अभ्युपगन्तुमिति चेन्मन्यसे। संभवे उत्पत्तौ हेतुफलयोः क्रमः येषितव्यः अन्वेष्टव्यः त्वया हेतुः पूर्वं पश्चात्फलं च इति। इतश्च युगपत्संभवे यस्मात् हेतुफलयोः कार्यकारणत्वेन असम्बन्धः यथा युगपत्सम्भवतोः सव्येतरगोविषाणयोः। फलादुत्पाद्यमानः सन्न ते हेतुः प्रसिद्ध्यति, अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति। कथम् असम्बन्धः इत्याह। जन्यात् स्वतो अलब्धात्मकात् फलात् उत्पद्यमानः सन् शशविषाणादेः इव असतो न हेतुः प्रसिद्ध्यति, जन्म न लभते। अलब्धात्मकः अप्रसिद्धः सन् शशविषाणादिकल्पः तव स कथं फलम् उत्पादयिष्यति। नहि इतरेतरापेक्षसिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन सम्बन्धः क्वचित् दृष्टः अन्यथा वा इत्यभिप्रायः। यदि हेतोः फलात् सिद्धिः, फलसिद्धिश्च हेतुतः कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया। असम्बन्धतादोषेण अपाकृतेऽपि हेतुफलयोः कार्यकारणभावे यदि हेतुफलयोः अन्योन्यसिद्धिः अभ्युपगम्यते एव त्वया कतरत्पूर्वनिष्पन्नं हेतुफलयोः। यस्य पश्चाद्भाविनः सिद्धिः स्यात् पूर्वसिद्धापेक्षया तद्ब्रूहीत्यर्थः। अशक्तिरपरिज्ञानं क्रमकोपोऽथवा पुनः एवं हि सर्वथा बुद्धेः अजातिः परिदीपिता। अथ एतन्न शक्यते वक्तुमिति मन्यसे। सेयम् अशक्तिः अपरिज्ञानं तत्त्व अविवेकः मूढता इत्यर्थः। अथवा योऽयं त्वया उक्तः क्रमः हेतोः फलस्य सिद्धिः, फलाच्च हेतोः सिद्धिरिति इतरेतर आनन्तरीलक्षणः, तस्य कोपः विपर्यासो अन्यताभावः स्यादित्यभिप्रायः। एवं हेतुफलयोः कार्यकारणभाव अनुपपत्तेः अजातिः सर्वस्य अनुत्पत्तिः परिदीपित प्रकाशित अन्योन्यपक्षदोषं रोद्भिः वादिभिः बुद्धैः पण्डितैः इत्यर्थः। बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमोहितः, न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते। ननु हेतुफलयोः कार्यकारणभाव इति अस्माभिः उक्तं शब्दमात्रम् आश्रित्य छलमिदं त्वया उक्तं पुत्राज्जन्म पितुः यथा विषाणवच्च असम्बन्धः इत्यादि। न हि अस्माभिः असिद्धाद्धेतोः फलसिद्धिः, असिद्धाद्वा फलाद्धेतुसिद्धिः अभ्युपगतः। किं तर्हि बीजाङ्कुरवत् कार्यकारणभावो अभ्युपगम्यते? अत्र उच्यते बीजाङ्कुराख्यो दृष्टान्तः यः सः साध्येन समः तुल्यो मम इत्यभिप्रायः। ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोः अनादिः न पूर्वस्य पूर्वस्य अपरभावाद् आदिमत्व अभ्युपगमात्। यथा इदानीम् उत्पन्नो अपरो अङ्कुरः बीजात् आदिमान्, बीजं च अपरम् अन्यस्मादङ्कुरादिति क्रमेण उत्पन्नत्वात् आदिमत्। एवं पूर्वः पूर्वो अङ्कुरः बीजं च पूर्वं पूर्वम् आदिमदेव इति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्य आदिमत्व कस्यचिदपि अनादित्वानुपत्तिः। एवं हेतुफलयोः। अथ बीजाङ्कुरसन्ततेः अनादिमत्वमिति चेन्न एकत्वानुपत्तेः। न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिः नाम एक अभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिः। तस्मात् सूक्तं हेतोः फलस्य च अनादिः कथं तैः उपवर्ण्यते इति। तथा च अन्यदपि अनुपत्तेः न चलम् इत्यभिप्रायः। न च लोके साध्यसमो हेतुः साध्यसिद्धौ सिद्धिनिमित्तं युज्यते, प्रयुज्यते प्रमाणकुशलैः इत्यर्थः। हेतुरिति दृष्टान्तो अत्र विपरीतः गमकत्व प्रकृतो हि दृष्टान्तः न हेतुः इति पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् जायमानाद्य वै धर्मात् कथं पूर्वं न गृह्यते कथं बुद्धैः अजातिः परिदीपिता इति याः यदेतन् हेतुपदयोः पूर्वापर अपरिज्ञानं तच्च एतत् अजातेः परिदीपकम् अवबोधकम् इत्यर्थः जायमानो हि चेद्धर्मो गृह्यते कथं तस्मात् पूर्वं कारणं न गृह्यते अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यं जन्यजनकयोः सम्बन्धस्य अनपेतत्व तस्मादजातिपरिदीपकं तदित्यर्थः स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते सदसद्वापि न किञ्चिद्वस्तु जायते इतश्च न जायते किञ्चिन् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सतु असत् सदसद्वा न जायते न तस्य केनचिदपि प्रकारेण जन्म सम्भवति न तावत् स्वयमेव अपरिनिष्पन्नत्वात् स्वतः स्वरूपात् स्वयमेव जायते यथा घटः तस्मादेव घटः नापि परतः अन्यस्मादन्यः यथा घटात्पटः तथा न उभयतः विरोधः यथा घटपटाभ्यां घटः पटो वा न जायते ननु मृदो घटो जायते पितुश्च पुत्रः सत्यम् अस्ति जायते इति प्रत्ययः शब्दश्च मूढः तावैव तु शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते किं सत्यमेव तौ उत मृषा इति यावता परीक्ष्यमाणे शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेव तत् वाचारम्भणम् इति श्रुतेः सच्चेन्न जायते सत्त्व मृत्पित्रादिवत् यदि असन् तथापि न जायते असत्त्वादेव शशविषाणादिवत् अथ सदसन् तथापि न जायते विरुद्धस्य एकस्य अधमव अथो न किञ्चिद्वस्तु जायते इति सिद्धम् येषां पुनः जनिरेव जायते इति क्रियाकारकफलैकत्वम् अभ्युगम्यते क्षणिकत्वं च वस्तुनः ते दूरत एव न्यायापेतः इदमित्थम् इति अवधारणक्षणान्तर अनवस्थान अननुभूतस्य स्मृत्यनुपत्तिश्च हेतुर्न जायते नादेः फलं चापि स्वभावतः आदिर्न विद्यते यस्य तस्य आदिर्न विद्यते किञ्च हेतुफलयोः अनादित्वम् अभ्युपगच्छता त्वया बलाद् हेतुफलयोः अजन्म एव अभ्युपगतं स्यात् कथम् अनादेः आदिरहितात् फलात् हेतुः न जायते न हि अनुत्पन्नाद् अनादेः फलाद् हेतोः जन्म इष्यते त्वया फलं चापि आदिरहितात् अनादेः हेतोः अज स्वभावतः एव निर्निमित्तं जायते इति नाभ्युपगम्यते तस्मादनादित्वम् अभ्युपगच्छत त्वया हेतुफलयोः अजन्म एव अभ्युपगम्यते यस्माद् आदिः कारणं न विद्यते यस्य लोके तस्य हि आदिः पूर्वोक्ता जातिः न विद्यते कारणवतः एव हि आदिः अभ्युपगम्यते न कारणवतः प्रज्ञप्तेः सनिमित्तत्वम् अन्यथाद्वयनाशतः सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्थितामतः उक्तस्यैव अर्थस्य दृढीकरणचिकीर्षया पुनः अभ्युपते प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः तस्याः सनिमित्तत्वं निमित्तं कारणं विषयः इत्येतत् सनिमित्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयता इत्येतत् प्रतिजानीमहे न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिस्य तस्याः सनिमित्तत्व अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतः नाशो अभावः प्रसज्येत इत्यर्थः न च प्रत्ययवैचित्र्यस्य द्वयस्य अभावो अस्ति प्रत्यक्षत्वे अतः प्रत्ययवैचित्र्यस्य द्वयस्य दर्शनं परेषां तन्त्रं परतन्त्रमिति अन्यशास्त्रं तस्य परतन्त्रस्य परतन्त्राश्रयस्य वाक्यार्थस्य प्रज्ञानव्यतिरिक्तस्य अस्थितामता अभिप्रेत न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपायाः नीलपीतादिबाह्यालम्बनवैचित्र्यमन्त्रेण स्वभावभेदेन एतद्वैचित्र्यं सम्भवति स्फटिकस्यैव नीलादि उपाधि आश्रयैः विना वैचित्र्यं न घटतेत्यभिप्रायः। इतश्च परतन्त्राश्रयस्य वाक्यर्थस्य ज्ञानव्यतिरिक्तस्य अस्तितः सङ्क्लेशनं सङ्क्लेशः दुःखमित्यर्थः। उपलभ्यते हि अग्निदाहादिनिमित्तं दुःखं, यदि अग्न्यादिबाह्यं दाहादिनिमित्तं विज्ञानव्यतिरिक्तं न स्यात् ततो दाहादिदुःखं नोपलभ्येत। उपलभ्यते तु, अतः तेन मन्यामहे अस्ति बाह्योऽर्थः इति, न हि विज्ञानमात्रे सङ्क्लेशो युक्तः, अन्यत्र अदर्शनादित्यभिप्रायः। प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात्, निमित्तस्य अनिमित्तत्वम् इष्यते भूतदर्शनात्। अत्र उच्यते बाढम् एवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसङ्क्लेशोपलब्धियुक्तिदर्शनादिश्यते त्वया स्थिरीभवतावत्त्वं। युक्तिदर्शनं वस्तुनः तथात्व अभ्युपगमे कारणमित्यत्र। ब्रूहि किं ततः इति उच्यते, निमित्तस्य प्रज्ञप्ति आलम्बन अभिमतस्य तव गणादेः अनिमित्तत्वम् अनालम्बनत्वं वैचित्र्य अहेतुत्वमिष्यते अस्माभिः। कथं? भूतदर्शनं परमार्थदर्शनादित्येतत्। न हि घटः यथाभूतामृद्रूपदर्शने सति तद्व्यतिरेकेण अस्ति, यथा अश्वान्महिषः पटो वा तन्तुव्यतिरेकेण, तन्तवश्च अंशव्यतिरेकेण इत्येवम् उत्तरोत्तरभूतदर्शन आशब्दप्रत्ययनिरोधात् नैव निमित्तम् उपलभामहे इत्यर्थः। अथवा अभूतदर्शन बाह्यार्थस्य अनिमित्तत्वम् इष्यते रज्ज्वादविव सर्पादेः इत्यर्थः। भ्रान्तिदर्शनविषयत्वाच्च निमित्तस्य अनिमित्तत्वं भवेयं तदभावे अभानात्, न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शन अभावे आत्मव्यतिरिक्तो बाह्यर्थः उपलभ्यते। न हि उन्मत्तावगतं वस्तु अनुन्मत्तैरपि तथाभूतं गम्यते। एतेन द्वयदर्शनं सङ्क्लेश उपलब्धिश्च प्रत्युक्तः।